अस्तु तर्हि अद्यतनकरपत्रम् अस्ति धातुपाठे हल्सन्धिः प्रथमभागः अस्ति. तर्हि हल्सन्धिविषये वयम् अत्र पश्यामः किमित्युक्ते यत्र प्रक्रिया भवति क्रियापदनिर्माणसमये वयम् अधुना सार्वधातुकप्रक्रिया इति पश्यामः. तर्हि कुत्रचित् हल्सन्धिकार्याणि सम्भवन्ति. एतावत्पर्यन्तं यत् दृष्टवन्तः पृथक्तया हल्सन्धि इति कृत्वा न दृष्टवन्तः. अधिकतया सर्वे तु स्वरसन्धेः उपयोगः आसीत्. तर्हि अग्रे गत्वा हल्सन्धिकार्याणि इति विशिष्टकार्याणि कानिचन सूत्राणि सन्ति हल्सन्धिः कृते. यत्र अस्माकं क्रियापदनिर्माणे आयान्ति. तर्हि तेषां किञ्चित् अवलोकनम् अत्र भवति. तर्हि सुब्रह्मण्यमहोदय प्रारम्भं करोति वा? आं भगिनि, यावन्तः प्रत्ययाः धातुभ्यः विहिताः सन्ति ते सर्वे आरभ्यन्ते एभिः अचुवर्णैः, नाम अ आ इ ई उ ऊ ए ऐ इत्येभिः, अथवा एभिः हल् वर्णैः य र व म न त थ ध स. यदा प्रत्ययः अज्भिः वर्णैः आरभ्यते अथवा य र व म न इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेदपि हल्सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति. धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति, यथा धातुः दधायोगः तः दध् योगः तः धत्तः, अपि च प्रत्ययः त थ ध स इत्येभिः वर्णैः आरभ्यते तस्यामेव दशायां हल्सन्धिः भवति. सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति. हल्सन्धिः नाम द्वयोः वर्णयोः एको वा द्वावपि वा हलौ, अपि च हलः विकारो भवति. इदानीम् अत्र दत्तमस्ति, इदानीं पर्यन्तम् अपि च अग्रे अपि वयं यावन्तः प्रत्ययाः धातुभ्यः विताः भवन्ति ते सर्वे अजादिः भवन्ति अथवा हलादिः भवन्ति. यदा अजादिः भवन्ति ये तु अ आ इ उ ए ऐ इत्येभिः एव भवन्ति. यदि हलादिः भवन्ति चेत् भवन्ति अत्र य र व म न अथवा त थ ध स आदिः आदयः भवन्ति. यदि उदाहरणार्थम् अत्र भू अत्र प्रत्ययः अभवति अत्र प्रथमपुरुष बहुवचने अन्ति इति प्रत्ययः अस्ति, अत्र तु अजादिप्रत्ययः अस्ति. यत्र मध्यम उत्तमपुरुषबहुवचने मह इति लोट् लकारस्य मह इति भवति, तत्तु हलादि प्रत्ययः भवति. तथा एव प्रथमपुरुष द्विवचने लोट् लकारे तः भवति, तत्तु तकारादि प्रत्ययः भवति. तथा वयं धातुतः तिङन्तपदनिर्माणस्य समये प्रत्ययाः यानि दृष्टवन्तः ते अजादिः अथवा हलादिः. हलादिः चेत् य र व म न अपि च त थ ध स एतादयः भवन्ति. यदा प्रत्ययः अजादिः अस्ति अथवा हलादिषु यरवमाना इत्यादयः भवन्ति. अत्र यद्यपि धातुः हलन्तधातुः भवति अपि अत्र सन्धिः न भवति, हल्सन्धिः न भवति यथा भवती उक्तवती. अत्र कुत्रचित् सवर्ण कुत्रचित् स्वरसन्धिः भवितुमर्हति, परन्तु यत्र अजादि प्रत्ययः भवति, यत्र हलादिः भवति अपि च यरवमाना इत्यादयः भवन्ति, तत्र यद्यपि धातुः हलन्तधातुः वा अङ्गं हलन्त अङ्गं भवति अपि अत्र हल्सन्धिः न भवति, केवलं वर्णमेलनमेव भवति. इदानीं पर्यन्तं वयं यानि दृष्टवन्तः अत्र तु विकरणप्रत्ययः कारणतः अत्र अङ्गं अत्र प्रायः बहुषु स्थलेषु अत्र अजन्त अङ्गं भवति, अतः केवलमत्र वर्णमेलनमेव भवति. कुत्रचित् सन्धिः अपि भवितुम् अर्हति, परन्तु इदानीं पर्यन्तं बहुषु स्थलेषु वयं तथा न दृष्टवन्तः. यदि हलादि यारावमान भवति चेत् किमर्थं तथा अन्यविषये किमर्थं यारावमान इति चेत् हल्सन्धिः न भवति इति? अत्र केवलं वर्णमेलनमेव भवति किल भगिनि, किमपि विशिष्टसूत्रं हल्सन्धिसूत्रं किमपि न निर्दिष्टम् इति महोदय. अस्तु भगिनि, परन्तु यदि प्रत्ययः प्रत्ययस्य आदौ त थ ध स भवति तर्हि अत्र धातुः हलन्तधातुः अस्ति, तर्हि अत्र हल्सन्धिः भवितुमर्हति. यथा वयं दृष्टवन्तः जुहोत्यादिगणे धा धातुः अत्र दधा इति द्वित्वानन्तरम् अपि च अभ्यासकार्यानन्तरम् अत्र दधा इति अङ्गं भवति. दधायोगः तः अत्र श्नाभ्यस्तयोरातः इत्यनेन अन्तिम आकारस्य लोपः भूत्वा अत्र दध् योगः तः भवति. तदानीम् अत्र प्रथमम् अत्र धकारस्य स्थाने अत्र तकारः आगच्छति खरि च इत्यनेन, अतः धत्तः इति रूपं निष्पन्नं भवति. अत्र तु हल्सन्धिः वयं दृष्टवन्तः. इदानीम् अस्मिन् वर्गे तस्मिन् विषये इतोपि चर्चयिष्यामः. अत्र हल्सन्धिः इत्युक्ते यदा हल्वर्णद्वयोः मेलनं भवति तत्र एकस्य वा द्वयोः वा विकारः भवति, तदेव अस्ति हल्सन्धिः. तर्हि यदि धातुः हलन् प्रत्ययः तु इति आदौ भवेत् प्रत्ययस्य तु, अनन्तरं धातोः अन्ते यदि हलन्तधातुः अस्ति चेत् निश्चयेन हल्सन्धिः भवति, किन्तु अजन्तधातुः अस्ति चेत् कुत्रचित् हल्सन्धिः भवति. कदा भवति इत्युक्ते यदि ऋकारः अस्ति इति चिन्तयामः, अन्ते धातोः ऋदन्तधातुः अस्ति चेत् तस्य गुणं भूत्वा रेफः आयाति चेत् तस्मिन् समये हल्सन्धिः भवितुम् अर्हति. सर्वदा भवति अजन्तधातुः अस्ति चेत् कदाचित् भवितुम् अर्हति, किन्तु हलन्तधातुः अस्ति चेत् निश्चयेन भवति तकारादि तकारादि दकारादि तकारादि प्रत्यये परि निश्चयेन भवति इति सारांशः. अत्र जागृ इत्यस्य कृते अत्र गुणः भूत्वा जागर् इति अजागर् इति भवति लङ्लकारे जागृधातोः, इत्युक्ते जागृधातोः अत्र अदादि धातुः अस्ति जागृधातुः अत्र अजागृयोगः त इति प्रथमपुरुष एकवचन तिङ्प्रत्ययः अत्र तस्मिन् सन्दर्भे अत्र भवती उक्तवती अत्र प्रथमं गुणः भूत्वा रेपः आगच्छति तदानीम् अत्र अजागर्योगः तः अत्र अन्यकार्यमपि भवति तकारस्य लोपः भूत्वा अजागर् अत्र अनन्तरं खरवसानयोर्विसर्जनीयः एते सर्वे भूत्वा अजागः इति रूपं निष्पन्नं भवति तत्रापि यत्र कुत्रापि अन्यकारणात् अत्र अन्तौ अन्तिमवर्णः हल् वर्णः भवति चेत् त थ द ध स एतेषु प्रत्यया एते प्रत्ययाः सन्ति चेत् अत्र किञ्चित् हल् सन्धेहे प्रसक्तिः अस्ति इति अग्रे पठामि वा भगिनि धातुतः हलन्तः प्रत्ययस्य प्रथमवर्णः अ अ इ इ उ उ ए ऐ य र व म न वर्णमेलनम् एव सन्धिः न भवति यथा रुन्द् योगः अन्ति रुन्धति प्रत्ययः अदादिः रुणद् योगः आवहै रुणधावहै प्रत्ययः आदादिः अरुणद् योगः इ अरुणधि प्रत्ययः इदादिः रुन्द् योगः ईत रुन्धीत प्रत्ययः ईदादिः अभिभययोगः उः अभिभययुः प्रत्ययः उदादिः जागर् योगः ऊकः जागरूकः प्रत्ययः ऊधादिः रुन्द् योगः ए रुन्धे प्रत्ययः एदादिः रुणद् योगः ऐ रुणद्वै प्रत्ययः ऐदादिः रुन्द् योगः यात् रुन्द्यात् प्रत्ययः यकारादिः ईप् योगः रः भगिनी कुत्रचित् ध्वनिः अस्ति ध्वनिः अस्ति खलु आमामां क्षम्यतां किञ्चित् म्यूट् कुर्वन्ति वा कण्ट्रोल् मध्ये गच्छामि भगिनी करोतु अग्रे करोतु कण्ट्रोल् लागिन् करोमि दीप्योगः रः दीप्रः पठामि वा भगिनि आमां निश्चयेन भगिनि अधुना एव अहं लागिन् करोमि लागिन् कृत्वा अहं म्यूट् करिष्यामि अस्तु दीप्योगः रः दीप्रः प्रत्ययः रेपादिः रुन्द्योगः वः रुन्द्वः प्रत्ययः वकारादिः रुन्द्योगः मः रुन्द्मः प्रत्ययः मकारादिः यत् योगः नः यत्नः प्रत्ययः नकारादिः अत्र यदि धातुः हलन्तः अस्ति अनन्तरं प्रत्ययस्य प्रथमवर्णः अ अ इ ई उ उ ए ऐ अथवा हल् वर्णः य र व म न इति अस्ति चेत् तत्र केवलं वर्णमेलनम् एव इति अस्ति अत्र तु सन्धिः न भवति अहं चिन्तयामि अत्र सर्वे धातवः हलन्तः परन्तु अग्रे किमपि विकर्णप्रत्ययः नास्ति अतः एते सर्वे धातवः जुहोत्यादिगणे अथवा अदादिगणे एव अदादिगणे अस्ति इति अतः अत्र विकर्णप्रत्ययः नास्ति हलन्तधातुः अनन्तरम् एते प्रत्ययाः केवलं वर्णमेलनमेव अत्र किमपि सन्धिकार्यं न भवति अत्र सूत्राणि नास्ति येन सन्धिकार्यं भवितुमर्हति अतः केवलं वर्णमेलनमेव भगिनि अत्र अहम् अन्ति आवहै ईत उः तत्सर्वम् अहम् अवगच्छामि. ऊकः इति तत्तु तत्तु कृदन्तं कृत् प्रत्ययः अस्ति. तर्हि कृत् प्रत्यये अपि अत्र यत् यत् वयं पठामः तस्य कृते अपि एतदेव ज्ञानं तत्रापि आवश्यकता भवति इति. अग्रे अपि रः अपि च नः एते अपि कृत् प्रत्ययः अस्ति वा? अस्तु भगिनि. भगिनि वदतु भगिनि. भगिनि अत्र अदादि आदादि इति अत् आदि अस् आत् आदि अत्र दशसन्धि भव भूत्वा आदादि अदादि इति अस्ति वा? अहं न अवगच्छामि भगिनि. प्रत्यय अदादि अदादि इत्युक्ते अत् केवलम् अ अस्ति इति तत्कालस्य इत्यनेन अत् इत्युक्ते ह्रस्व अकारः इति सूचय ह्रस्व अकारं सूचयति. तर्हि अत् आदि अत अदादि इति अस्तु स्पष्टं कष्टम्. धन्यवादः. रुदादि अपि कुत्रचित् तथा एव भवति. रुदादि अपि किमर्थमित्युक्ते विकरणप्रत्ययः मध्ये आयाति. उदाहरणार्थं रुद् इति धातुः अस्ति किन्तु रुन्द् इति भवति. अत्र रुन्द् योगः ये रुन्धे इति तत्तु रुदादिगणे. तर्हि रुदादिगणे अदादिगणे जुहोत्यादिगणे साधारणतया हलन्त भवति अधिकतया हलन्तं द्रष्टुं शक्नुमः. धन्यवादः विद्या भगिनि. सरलाभगिनी धातुः हलन्तः प्रत्ययस्य प्रथमवर्ण त थ ध स हल् सन्धिः. द्वितीयभागम् अस्ति यदि प्रत्यय त थ ध स इति आरभ्यते तस्य किं भवति तस्य अत्र दत्तमस्ति. यथो उक्तं हल् सन्धौ हल् हलः विकारो भवति. यथा हल् सन्धि भवति तत्र द्वे वर्ण हल् यदि सामीप्यम् अस्ति तत्र हल् विकारः भवति तत्र तस्य नाम हल् सन्धि भवति. कुत्रचित् पूर्ववर्णस्य विकारः भिन्नत् योगति भिन्नति. अत्र भिन्नत् इति रुदादिगणे अस्ति. नकार धातु मध्ये आगच्छति भिन्न तस्य योगति अस्ति तिङ् प्रत्यय. तत्र तकार हल् अस्ति तस्य परे तकार आगच्छति इति कारणे पूर्ववर्णस्य विकारः भवति. तकारस्य स्थाने तकार आगच्छति भिन्नति इति निष्पन्नं भवति. कुत्रचित् पर वर्णस्य विकारः भवति चष् योगते चष्टे. अत्र परवर्ण अस्ति ते तस्य चिष्टाश्नाश्नु इति सूत्रेण तकारस्य तकारः भवति भूधन्यषकारस्य कारणे चष्टे इति आगच्छति. कुत्रचित् पूर्वपरयोः विकारः भवति पूर्व अपि पर द्वौ हल् वर्णौ विकारः आगच्छति तत्र द्वो योगति. अत्र घकारस्य स्थाने घकारः आगच्छति तकारस्य स्थाने धकारः आगच्छति द्योगि इति निष्पन्नं भवति. अत्र तकार कुत्र पूर्ववर्णस्य विकारः अस्ति कुत्र परवर्णस्य तत्र द्वयोः पूर्वपरवर्णयोः विकारः भवति अपि भवितुमर्हति. आं भगिनि, एतानि यानि सूत्राणि वयं पूर्वं दृष्टवन्तः, हल्सन्धिसूत्राणि अस्माकं गीताप्रवेशपुस्तके दृष्टवन्तः, तानि अत्रापि आयान्ति, किन्तु अग्रे अपि कानिचन सूत्राणि सन्ति, नूतनसूत्राणि अपि सन्ति इति विषयः. धन्यवादः भगिनि. सरला भगिनि. पुष्पा भगिनी वर्तते वा अग्रे? नमस्ते पुष्पा भगिनि. नमस्ते भगिनि. धातु हलन्तः प्रत्यय प्रत्ययस्य प्रथमवर्ण तत् पठामि या अग्रिमचतुर्षु पाठेषु इति अस्ति दि अग्रिमः अग्रिमेषु चतुर्षु पाठेषु हलन्तेभ्यो धातुभ्यः कथं तकारादिप्रत्ययाः थकारादिप्रत्ययः धकारादिप्रत्ययः सकारादिप्रत्ययः च संयुज्यते इति ज्ञास्यामः. हल्सन्धिः हल्सन्धिविधयः चतुर्षु विभागेषु विभक्ताः. प्रथमतया हलन्तेभ्यो धातुभ्यो लङ्लकारस्य त् प्रत्ययः स प्रत्ययः च इत्यनयोः योजनविधिः. हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः. लङ्लकारस्य स प्रत्ययम् अतिरिच्य हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां थकारादिप्रत्ययानां च योजनविधिः. लङ्लकारस्य त् प्रत्ययम् अतिरिच्य हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः. अत्र वदति कथं धकारादिप्रत्ययान् संयुज्यन्ते इति. हल्सन्धिः विधय चतुर्षु भागेषु विभक्ताः. तत्र हलन्तेभ्यो धातुभ्यो लङ्लकारस्य प्रत्ययः किमर्थं वयं पृथक्तया लङ्लकारस्य कुर्मः इत्युक्ते प्रथमं तु चत्वारि चत्वारः विधाः सन्ति खलु, यत्र तकारादि समानं भवति इति कृत्वा तत्तु एकम् इति स्वीकुर्मः, एकविधम् इति स्वीकुर्मः. तकारादि अनन्तरं सकारादि भिन्नमस्ति, भिन्नसूत्राणि सन्ति तस्य कृते. तथा एव दकारादि इत्यस्य कृते अपि भिन्नसूत्राणि सन्ति. अनन्तरं यत्र यद्यपि तकारादि अस्ति, किन्तु यदि लङ्लकारस्य तकारः सकारः इति अस्ति चेत् अत्र तु तत्र भिन्नकार्यं भवति. किमर्थम् इत्युक्ते लङ्लकारस्य कृते तकारस्य सकारस्य अत्र हलन्तधातुभ्यः तकारस्य सकारस्य लोपः भवति इति कृत्वा तद् तु वयं पृथक्तया पश्यामः इति कृत्वा अपृक्त एका प्रत्ययः तत् तथैव वदति न तं त्वं वदतु इतैव अग्रे पठामि. हलन्तेभ्यो धातुभ्यः लङ्लकारस्य त प्रत्ययः स प्रत्ययः च इत्यनयोः योजनविधिः. लङ्लकारस्य त् प्रत्ययः स प्रत्ययः च इत्यनयोः अपृक्तसंज्ञा भवति. अतः तयोः योजनविधि भिन्नः. अत्र कथम् अतः लिखति एतत्तु विसर्गसन्धिः अस्ति खलु. अस्तु अपृक्त एकाल् प्रत्ययः यस्य यस्य प्रत्ययस्य एक एव अल् अल् तस्य अपृक्तसंज्ञा भवति. एकः च असौ अल् एकः च असौ असौ आसौ आसौ न आसौ आसौ एकः च असौ असौ असौ अल् एकाल् कर्मधारयः अपृक्तः प्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययः प्रथमान्तं त्रिपदं सूत्रं सूत्रं स्वयं सम्पूर्णं एकाल् प्रत्ययः अपृक्तः. तत्तु वदति अत्र अल् अल् तु सर्वे स्वराः व्यञ्जनाः उपयुक्त्वा अल् अल् वदति. यस्य प्रत्ययस्य एक एव अल् तस्य अपृक्तसंज्ञा भवति. अपृक्तसंज्ञा तु लुक् तत्र लुक् भवति. अत्र योजनविधौ सोपानत्रयं अत्र तु नामकरणं कृतम् अपृक्त इति नामकरणं कृतम्. अपृक्तप्रत्ययः इत्युक्ते एकाल् प्रत्ययः यत् अस्ति एकैव अल्वर्णः प्रत्ययस्य अस्ति चेत् पिष्यते चेत् तस्य अपृक्तसंज्ञा भवति इति सारांशः. धन्यवादः भगिनि. अत्र एकाल् इत्युक्ते अल् सर्वे वर्णाः न, अतः किमर्थं केवलं त स इति वदामः? अत्र यदि इ अस्ति किमर्थं तत् न स्वीकुर्मः? इ अपि एक एव अल् अस्ति किल. अत्र लङ् लकारे आत्मनेपदे इ इति अस्ति, तदपि एक एव अल्, किमर्थं तत् न स्वीकुर्मः? समीचीनप्रश्नः भगिनि. अहम् एतावत् पर्यन्तं तथा न चिन्तितवती. अधुना अकृत इति संज्ञा एव अधुना कृतम्. अकृत इति संज्ञा एव कृतम्. ई इत्यस्य लोपस्य कृते किमपि सूत्रं न किमपि विधिः न अस्ति. पाणिनिना किमपि विधिः न कृतम्. परन्तु तस्मिन् विषये सूत्रं नास्ति. अस्तु, लोपसूत्रं नास्ति. अस्तु भगिनि, यथा विद्याभगिनी उक्तवती एक एव मीन्स् एक कोऽपि वर्ण एक एव भवितुं शक्नोति. भवितुं शक्नोति. तत् भवति इति तस्य तु अपृक्तसंज्ञा भवति, किन्तु सर्वे अपि अकृतसंज्ञकः प्रत्ययानां लोपः न भवति. तस्य कृते पृथक्तया पाणिनिना निर्दिष्टं भवति, निर्दिष्टः अस्ति चेत् तस्य लोपः भवति. किन्तु यत्र स त इति प्रत्ययानां कृते प्रत्याभ्यां कृते पाणिनिना पृथक्तया प्रत्ययोः कृते पाणिनिना पृथक्तया भिन्नसूत्रं हल्याभ्यर्थिकृतं हल् इति सूत्रं निर्दिष्टम् अस्ति, तर्हि तेन सूत्रेण लोपः भवति. किन्तु अपृक्त अस्ति इति कृत्वा लोपः न विधीयते. अपृक्तस्य संज्ञा एव कृतम्. अस्तु, दत्तमस्ति द्वादश प्रत्ययः. अग्रे गत्वा पश्यामः. सर्वे द्वादश प्रत्ययः अपृक्तसंज्ञा भवितुं शक्नोति? के प्रत्ययाः द्वादश प्रत्ययाः इति भगिनी वदति? अधौ दत्तमस्ति, अधो भागे दत्तमस्ति वा द्वादश प्रत्ययाः? आगच्छति. एक एव अल्वर्णः अस्ति चेत् तस्य तु अपृक्तसंज्ञा निश्चयेन भवति. एक एव अल्वर्णः, बहवः अल्वर्णाः अनेकाल् अस्ति चेत् न भवति. एकाल् अनेकाल् इति वक्तुं शक्नुमः. यत्र सि इति अस्ति तत्र किं किम् अस्ति प्रत्ययस्य वर्णः, तकारः अस्ति अनन्तरम् इकारः अस्ति, तत्तु अनेकल् अस्ति. अस्तु, किन्तु यत्र लङ्लकारे इतश्चेत्यनेन इ इत्यस्य लोपः भवति, भूत्वा तकारः एव अवशिष्यते. तस्मिन् समये तकारस्य अपृक्तसंज्ञा भवति. अस्तु, यदि ताम् अस्ति तत्र अनेका वर्णाः सन्ति तत्र न भवति, न किमपि कार्यं नास्ति. अस्ति, इदानीम् अवगच्छामि. अस्तु, धन्यवादः. धन्यवादः. पृष्टवती खलु? आमां भगिनि. अस्तु, अस्तु, रामप्रिया भगिनी नमस्ते भगिनि. सुखवर्णमहोदय किमपि? आम्, नमस्ते भगिनी, विलम्बेन आगतवान्. किन्तु नमस्ते, यद्यपि ईकारः अपृक्तसंज्ञा भवति तथापि अत्र विवक्षा, अस्मिन् पत्रे विवक्षा का? हल् सन्धि एव किल? सत्यं महोदय. भगिन्याः प्रश्नः किमासीत् इत्युक्ते अपृक्तप्रत्ययः अस्ति चेत् तस्य लोपः किमर्थं न भवति इति भगिनी पृष्टवती. किमर्थम् इ इत्यस्य लोपः न भवति, किमर्थं तिष्ठति इति? किमर्थम् इत्युक्ते पाणिनिना इ इत्यस्य सकारः सकारः अपृक्तवर्णः अस्ति चेत् एव लोपः भवतु इति पाणिनिना पाणिनिः निर्दिष्टवान्. यदि इकारः अपृक्तवर्णः अस्ति चेत् तस्य लोपः भवतु इति न निर्दिष्टवान्, तर्हि तस्य लोपः न भवति इति दृष्टवती. अपि च अन्यप्रश्नः, अपृक्त संज्ञां निर्धारणाय इत् वर्ण अनुबन्धलोपानन्तरमेव अपि च अन्य कोऽपि सूत्राः कार्यं करोति चेत् तदपि कृत्वा एव द्रष्टव्यम् इति. तर्हि इकारस्य लोपं भूत्वा अनन्तरम् इतश्चेत्यनेन इकारस्यापि लोपं भूत्वा त इति अवशिष्यते, तस्मिन् समये तस्य पृथक्संज्ञा भवति. अपृक्त एकाप्रत्ययः एतत् सूत्रं संज्ञासूत्रम् नामकरणं कृतं तावदेव. तद् यस्य यस्य प्रत्ययस्य ए इति, आ इति, क्षम्यताम्, ए इति, अनन्तरं पूर्वं पश्यामः इ इति अस्ति, अनन्तरम् ऐ इति अस्ति, एतेषां सर्वेषामपि अपृक्तसंज्ञा भवति. अच्वर्णः वा हल् वर्णः वा भवतु, द्वयोः अपि अपृक्तसंज्ञा इति भवति. धन्यवादः भगिनि. सुखवर्णमहोदय पठति अस्ति. सुखवर्णमहोदय पठति वा अग्रे, क्षम्यताम्. अत्र योजनविधिः इति अस्ति, विधौ इति अस्ति, ततः आरभ्य. सः डिस्कनेक्ट् अभवत् इति मन्ये. ओ एवं वा, रामप्रिया भगिनी, भगिनी पठतु. आम्, यत्र योजनविधौ तदारभ्य किल? अत्र योजना, अत्र योजनविधौ सोपानत्रयं वर्तते. प्रथमसोपानं त् प्रत्ययः स प्रत्ययश्च इति अनयोः लोपः. द्वितीयसोपानं प्रथमसोपानेन पदं निर्मितम्, अतः पदं निमित्तीकृत्य कार्याणि. तृतीयसोपानं जष्ट्वसन्धि चर्त्वसन्धिश्च. अत्र सोपानत्रयम् अस्ति इति योजनविधिः. प्रथमं तु तकारसकारप्रत्ययस्य लोपः, यदा लङ्लकारे प्रथमपुरुष एकवचने, मध्यमपुरुषे एकवचने च. अनन्तरं प्रथमसोपानेन पदं निर्मितम्, अतः पदं निमित्तीकृत्य कार्याणि. यदा वयं तकारम् इति तस्य नाम भवति अङ्गम् इति आसीत् खलु, अङ्गं कथं पदम् अभवत् इति वदति वा? सुप्तिगन्तं पदम् इति भवति, किन्तु प्रत्ययस्य तु तिङन्तस्य तु लोपः भवति खलु. तर्हि कथं भवन् पदम् इति पदसंज्ञा इति किल पदसंज्ञा इति भवति किल प्रत्ययलोपे प्रत्ययलक्षणम् इति यद्यपि तकारस्य सकारस्य लोपः भवति तथापि तस्य लक्षणं तिष्ठति तर्हि पदसंज्ञा प्राप्नोति अङ्गमपि अस्ति पदसंज्ञा अपि प्राप्नोति पदसंज्ञा भवति इति पदसंज्ञा सूत्राणि यानि सन्ति तेषां प्रयोगः भवति तन्निमित्तीकृत्य कार्याणि तद्निमित्तीकृते कार्याणि अनन्तरं जष्ट्व चर्त्व सन्धिः हल् सन्धि अन्ते सर्वदा वयं जानीमः खलु यदि जष्ट्वसन् जष् इति वर्ण अन्ते अस्ति चेत् वर्णः अन्ते अस्ति चेत् विकल्पेन चर्वर्णः अपि भवितुमर्हति तथा एव यदि चर्त्ववर्णः अन्ते अस्ति चेत् जष्वर्णः अपि भवितुं विकल्पेन भवति इति वैकल्पिकं भवति खलु पदस्य अन्ते तद् तद् इति रूपद्वयं भवति उदाहरणं तत् इति अस्ति चेत् तद् इति भवति तद् इति अस्ति चेत् तत् इति भवति एकरूपं साधयामः यदि अन्ते दकारः वा जश्वर्णः अस्ति चेत् तस्य चर्त्वमपि कुर्मः यदि चर्त्व प्रक्रियायाम् अन्ते चर्त्वम् आयाति चेत् तर्हि वयं जष्ट्वमपि कृत्वा वैकल्पिकरूपं प्रथम प्रथमसोपानं हलन्तेभ्यो धातुभ्यः टी सी सम्बन्धीनां प्रत्ययानाम् अपृक्तप्रत्ययानां लोपो भवति सूत्रम् अस्ति हलङ्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् हलन्तात् दीर्घङ्यन्तात् दीर्घाभन्तात् च सूतीसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः अनेन प्रथमाविभक्तौ सु इत्यस्य सकारः लोपः लङि प्रथमपुरुषे त लोपः मध्यमपुरुषे स लोप सकारः लोपश्च हल् च ङीप् च आप् च एतेषाम् इतरेतरद्वन्द्वः हलङ्याभ्यः तेभ्यः हलङ्याभ्यः सुश्च तीश्च सीश्च तेषाम् इतरे समाहारद्वन्द्वः सुतीस सुतीसिनः अपृक्तं सुतिस्य पृक्तम् हलङ्याभ्यः पञ्चम्यन्तं दीर्घात् पञ्चम्यन्तं सुतिस्य पृक्तं प्रथमान्तं हल् प्रथमान्तम् अनेकपदम् इदं सूत्रं लोपो व्योर्वली इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः अनुवृत्तिसहितसूत्रं दीर्घात् हलङ्याभ्यो सुतीसि अपृक्तं हल् लुप्यते सूत्रस्य अर्थः अस्ति यदा हलन्तात् हल् अन्ते अस्ति चेत् अथवा दीर्घङ्यन्तात् दीर्घाबन्तात् इति तत्तु स्त्रीलिङ्गविषये इति चिन्तयामि दीर्घ च सु सु इति सुबन्तपदं ति सि इति एव लङ्लकारे प्रथमपुरुषे एकवचनं मध्यमपुरुषे एकवचनप्रत्ययः इत्येताम् अपृक्तसंज्ञकस्य हलः लोपः यदा तत्र अपृक्तसंज्ञक हल् अस्ति चेत् तस्य लोपः भवति इति अर्थम् अत्र किमर्थं दीर्घहलन्तात् इति न उक्तं दीर्घात् इति पदस्य योजनं केवलं यबन्तात् अबन्तात् इति एव कृतं किमर्थं दीर्घहलन्तात् इति न कृतम् दीर्घहलन्तात् इति भवति चेत् तत्तु अजन्त अन्तं भवति किल भेदः नास्ति अचश इति सूत्रेण केवलम् अचुवर्णस्य कृत्वा तस्य न सै न सङ्गच्छति तर्हि हलन्तात् इति पृथक्तया द्रष्टव्यम् अनन्तरं न्यबन्तात् अबन्तात् तेषां तु दीर्घं भवितुम् अर्हति इति कृत्वा तयोः ताभ्यां सह सङ्गच्छति इति विषयः अनन्तरं सु पिसि इति अस्ति, तद् सु इति सुप्रत्ययः. वयं यदा नामपदनिर्माणसमये पश्यामः खलु, यदा रामप्रिया इति अस्ति, रामप्रिया इति आकारान्तपदं, योगः सुप् इति आयाति प्रथमं सुप्, किन्तु अत्रापि सुप् इत्यस्य लोपः भवति. यत्र रामप्रिया योगः सुप् अस्ति, तर्क आप् इति प्रिया इति आकारान्तम् अन्ते अस्ति खलु, तत्तु अबन्तं, रामप्रिया इति अबन्तपदमस्ति, तर्हि दीर्घ अबन्तपदं रामप्रिया इति अस्ति. तर्हि रामप्रिया योगः सु, तर्हि हल्न्याद्यो दीर्घसुतिस्यकृतं हल् इत्यनेन तस्य सु इत्यस्य लोपः भवति. तथा एव नदी इति अस्ति, नदीयोगः सु, नदी इति नीप् अस्ति प्रत्ययः, तर्हि नदीयोगः सु, तत्रापि दीर्घ नीप् अस्ति इति कृत्वा पूर्वं दीर्घं नीप् अस्ति अनन्तरं सु प्रत्ययः अस्ति, तर्हि सु इत्यस्य लोपः भवति. किन्तु यत्र रामः इत्यस्ति, रामपदम् अकारान्तं पदमस्ति, तत्र तु रामयोगः सुप्, तत्र तु सुप् इत्यस्य लोपः न भवति, तर्हि सुप् तिष्ठति. अनन्तरम् अनुबन्धलोप यत्र भवति तर्हि स इति अवशिष्यते अत्र. अनन्तरं करवस्थानयो स इत्यस्य विसर्गः भवति, तर्हि रामः इति लोपं साधयामः. तर्हि नामपदस्य निर्माणसमये अपि एतत् सूत्रं भवति. अधुना वयं यत्र लङ्लकारे पश्यामः चेत् हलन्तात् इति धातुः हलन्तधातुः भवेत्, अनन्तरं टीसि इति भवितुमर्हति. टीसि टीसि इति उक्तमस्ति, किन्तु अपृक्त टीसि कदा भवति? लङ्लकारे एव भवति खलु, यत्र इतश्च इत्यनेन अपृक्तसंज्ञा भवति तस्य टीसि इत्यस्य. तकार हलन्त इत्युक्ते तकार सकार टीसि कथं अस्ति? टि इति पश्यति चेत् तकारादि, तकारादि सकारादि अस्ति. अनन्तरं तकारादि सकारादि कदा अपृक्तसंज्ञा भवति? अपृक्त इत्युक्ते एक एव भवतु इति, अपृक्तसंज्ञक तकार टि, अपृक्तसंज्ञक टि इत्युक्ते की भवतु, किन्तु एक एव अल्वर्णः, टी इत्यस्मिन् अनेके अल्वर्णाः सन्ति, किन्तु तकारः अपि अस्ति, इकारः अपि अस्ति, किन्तु तद् कथं वा सङ्गच्छति इत्युक्ते लङ्लकारे इतश्च इत्यनेन इकारस्य लोपं भूत्वा तकारः एव अवशिष्यते. यद्यपि चित् इति प्रत्ययः अस्ति, ची प्रत्ययः अस्ति, तस्य इकारस्य लोपं भूत्वा क इति अवशिष्यते, तस्मिन् समये सूत्रस्य अत्र सर्तिः भवति. भगिनि दीर्घ उकार अपि दीर्घ अन्ते दीर्घान्त अस्ति न? उकार उकार उकार उकार उर्क तस्मिन् समये सुक् न गच्छति भगिनि. किमर्थम् इत्युक्ते वधूः धेनुः इति तत्र तु सुक् तिष्ठति, सुक् तिष्ठ्वा एव तत्र विसर्गः भवति. यदि नदी प्रत्ययः, सीता इति प्रत्ययः आकारान्त स्त्रीलिङ्गम्, ईकारान्तस्त्रीलिङ्गं, तत्र एव सुप् उद्गच्छति. दीर्घनीप् अस्ति, दीर्घ आबन्तमस्ति, तर्हि तत्र दीर्घ्यते ई इति अवशिष्यते. यत्र लक्ष्मीः इति अस्ति खलु, लक्ष्मीः श्रीः इति अस्ति, तत्र नीप् नास्ति, लक्ष्मीः इत्यस्मिन् नीप् नास्ति, तर्हि तत्र सु इत्यस्य लोपः न भवति. नदी इत्यस्य नीप् अस्ति, किन्तु लक्ष्मीः स्त्रीः वयं स्त्रीः वयं दृष्ट पूर्वमेव पठितवन्तः खलु प्रथम स्तरे, लक्ष्मीः इति विसर्गः भवतु तत्र इति, तत्र तु नीप् नास्ति इति कृत्वा एव लोपः न भवति, नीप् प्रत्ययः नास्ति. अस्तु भगिनि, धन्यवादः भगिनि. अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः इति अस्ति, अत्र अनुवृत्तिसहितसूत्रे कुत्र अस्ति कर्मणि प्रयोगः? कर्मणि प्रयोगः किमर्थम् इत्युक्ते हल् इति दत्तमस्ति, हलः लोपः इति वक्तुं शक्नुमः, लोपः इति अनुवृत्तिः आयाति खलु, हलः लोपः इति वक्तुं शक्नुमः, किन्तु हल् लोपः इति वक्तुं न शक्नुमः खलु. हल् इत्यस्य हल् लुप्यते इति वक्तुं शक्नुमः. ओ अस्तु अस्तु, लोपः भवति इति कृत्वा लुप्यते, तर्हि तदर्थमेव परिवर्तनं. अस्तु, धन्यवादः भगिनि. तर्हि सारांशः अस्ति, यदि हलन्तङ्गम् अनन्तरं सूतीसि भवतु, तदा एव हलन्तम् अङ्गं यदि वयं नामपदनिर्माणसमये पश्यामः मरुत् इति शब्दः यत्र अस्माकं हलन्त किं वदामः अजन्त अस्ति, तदनन्तरं हलन्तमरुत् शब्दः दृष्टवन्तः, आशिष् शब्द मरुत् मरुत् इति अस्ति, मरुत् योगः सुप् तत्रापि समानं, हलन्तम् अङ्गमस्ति अनन्तरं सुप् अस्ति तर्हि तत्रापि सुप् अपगच्छति, सु इति अपगच्छति, मरुत् ह इति नायाति, मरुत् इति एव तिष्ठति. अवगतं वा? यत्र यथा वयं सीता योगः सुप् आबन्तम् इति दीर्घाबन्तम् इति कृत्वा सुप् इति सु इत्यस्य लोपः भवति, तथैव मरुत् शब्दस्य मरुत् योगः सुप् मरुत् हलन्तम् इति कृत्वा सु सु इत्यस्य लोपः भवति अत्रापि. प्रश्नः अस्ति वा? तर्हि नामपदप्रक्रियायां तु हलन्तात् दीर्घवन्तात् दीर्घन्यवन्तात् इति त्रिविधमपि पश्यामः अनन्तरं, किन्तु यत्र क्रियापदनिर्माणसमये हलन्तात् हलन्त अङ्गम् अनन्तरं टी सि इति पश्यामः. एतादृशस्थित्यां सूत्रस्य प्रसक्तिः भवति. अग्रे पश्यामः वा? प्रश्नः अस्ति वा? तदेव महोदयेन अग्रे उक्तमस्ति. शुकवनमहोदय पठति वा? शुकवनमहोदय समग्रदृष्ट्या अस्य सूत्रस्य प्रसक्तिः कुत्र? एकं हलन्तधातुतः लङ्लकारस्य सि ति च प्रत्ययोः परयोः अत्र स त इत्यनयोः लोपः भवति, यथा अरुणद् योगः त अरुणद्येव तिष्ठति, अरुणद्योगः स अरुणद्येव, अभिनद् अभिनद् योगः त अभिनद् अभिनद् योगः स अभिनद्, अहन् योगः त अहन् अहन् योगः स अहन्, अघोग् योगः त अघोग् अघोग् योगः स अघोग्, अधोग् महोदय अधोग् अधोग् अधोग् अधोग् योगः त अधोग् अधोग् योगः स अधोग्, असंस्त् योगः त असंस्त् असंस्त् योगः स असंस्त्, सकारः सकारस्य तकारस्य लोपः भवति यदा हलन्तधातुः पूर्वं तिष्ठति चेत्, तत्तु लङ्लकारे प्रथमपुरुष एकवचने अपि च मध्यमपुरुष एकवचने एव भवति, अतः प्रत्ययस्य लोपः भवति अपृक् संज्ञा इति कारणेन, अपि च हल्ङ्याभ्यो दीर्घ सुतिस्य पृक्तं हल् इति सूत्रेण. आं यद्यपि महोदयेन हलन्तदातुतः इति उदाहरणार्थम् अत्र दत्तमस्ति, हलन्त अङ्गम् इति रुणद् इति रुणद् इति हलन्त अङ्गम् इति दधादिगणे जुहोत्यादिगणे हलन्तदातु इति अन्य अन्यथा हलन्त अङ्ग अङ्गात् इति वक्तुं पूर्णतया. द्वितीयबिन्दुः हलन्तप्रातिपदिकात् सुप्रत्ययः, तत्र सुप्रत्ययस्य उकारः अनुनासिकः अतः उपदेशे अजनुनासिक इत् इत्यनेन लोपः, तदा स इति अपृत्तसंज्ञकप्रत्ययः अवशिष्यते, अनेन हलन्तप्रातिपदिकानां एकवचने प्रथमाविभक्तस्यन्त्य प्रथमाविभक्त्यन्तपदानां विसर्गो नास्ति, उदाहरणार्थं सुहृद् योगः स सुहृद्देव तिष्ठति, मरुत् योगः स मरुत्, वणिज् योगः स वणिज् तद् वणिग् नो चेत् वणिक् इति रूपं प्राप्नोति. वाच् योगः स वाच् तत्तु वाक् वाग् इति रूपं प्राप्नोति. दिश् योगः स दिश् तत् दिक् दिग् इति रूपं प्राप्नोति. सरित् योगः स सरित् एव तिष्ठति. सुप्रत्ययः सुबन्तप्रत्ययानाम् आदिप्रत्ययः. तस्य कार्यं सुबन्तानां कृते तस्य कार्यं प्रातिपदिकानां कृते प्रथमाविभक्तौ एकवचने भवति. उकारः तत्र अनुनासिकः, अतः उपदेशे अजनुनासिक इत् इत्यनेन उकारस्य लोपः भवति. सकारः एव तिष्ठति. तत्सकारः हल्ङ्याभ्यो दीर्घात् सुतिस्य प्रत्तं हल् इति सूत्रेण लोपः भवति. यत् प्रातिपदिकमस्ति तदेव अन्तिमरूपम् इव तिष्ठति. अपि च कानिचन सन्धिकार्यं हन्दि हल् सन्धिकार्यमपि केचन पदम् इति कृत्वा पदान्तकार्यं भवति. पदान्तकार्यं भवति महोदय. तर्हि हलन्तप्रातिपदिकात् अपि समानविषयः. हलन्त प्रातिपदिका सुप्रत्ययः आयाति चेत् सु इत्यस्य अपृत्त सु लोपः भवति. तृतीयबिन्दुः क्षम्यता महोदय, अत्र एकः प्रश्नः अस्ति. सरित् योगः स इति अस्ति, तत्र सरित् इति धात् इति प्रातिपदिकम् अत्र प्रातिपदिकं पुल्लिङ्गः अथवा स्त्रीलिङ्गः वा भवतु, परन्तु स प्रत्ययः आगच्छति चेत् तत्र स प्रत्ययस्य लोपः भवति इति वा? आं भगिनि, किमपि नपुंसकलिङ्गे अपि तथा एव आगच्छति चेत् लोपः भवति. अपृक्तसकारः अस्ति चेत् लोपः भवति, सूट् अस्ति चेत् लोपः भवति. हलन्त अत्र लिङ्गस्य किमपि कार्यं न उक्तमस्ति पाणिनिना. तर्हि त्रिषु अपि त्रिषु लिङ्गेषु अपि तथा कार्यं भवति. अस्तु. नीबन्तः वा आबन्तः वा इति एव द्रष्टव्यम्. तत्तु साधारणरीत्या स्त्रीलिङ्गे एव भवति किल भगिनि? आं महोदय, सत्यं महोदय. नीप् इति यद्यपि वयम् इ इति अन्ते पश्यामः, तर्हि नीप् भवितुम् अर्हति. नीश् नी इति भिन्न ईकारः भवितुम् अर्हति. साधारणतया यत् वयम् ईकारान्त स्त्रीलिङ्गः इति वदामः तत्तु नीप् अस्ति. अनन्तरं लक्ष्मीः इति यत् अस्ति तत्तु भिन्न नी अस्ति. तद् तु एकनिमिषं वदामि. तद् तु लक्ष्मीः इति अस्ति, तत्र तु नीप् नास्ति, यन्तः नास्ति इत्येव मया अवगम्यते अत्र. अतः एतस्य सूत्रस्य प्रसक्तिः नास्ति तत्र. आं सत्यं महोदय. तृतीयबिन्दुः, दीर्घन्यन्तात् नाम स्त्रीलिङ्गे दीर्घ ईकारान्तात् प्रातिपदिकात्. यदा नदी योगः सु, नदी योगः स नदी इत्येव तिष्ठति. अत्र नदी इति प्रातिपदिकं नीप् इति प्रत्ययस्य योजनेन निष्पन्नं भवति. अतः हल्ङ्याभ्यो दीर्घसुतिस्य पृक्तं हल् इति सूत्रस्य प्रसक्तिः अस्ति. अपि च सु इत्यस्य अनुबन्धलोपानन्तरं सकारः एव तिष्ठति, अतः सूत्रस्य प्रसक्तिः अस्ति. नदी इति रूपमेव तिष्ठति. चतुर्थबिन्दुः, दीर्घाबन्तात् नाम स्त्रीलिङ्गे दीर्घ आकारान्तात् प्रातिपदिकात्. यथा लतायोगः सु, लतायोगः सकारः, लता इत्येव अन्तिमरूपम् अन्तिमपदम् तिष्ठति. धन्यवादः महोदय. नूतनः अस्ति वा न इति मन्ये. सुब्रह्मण्यं महोदय. भगिनि, लङ्लकारस्य प्रसङ्गः. अधुना प्रश्नः उदेति, कुत्र कुत्र लङ्लकारे त स इत्यनयोः लोपः भवति. हल्ङ्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इति सूत्रस्य प्रसक्तिः यत्र तत्रैव. ज्ञातं खलु यत् अस्य सूत्रस्य प्रसक्तिः तदा भवति यदा धातुः हलन्तः. इदमपि वक्तव्यं यत् धातुतिङ्प्रत्यययोः मध्ये कोऽपि अजन्तप्रत्ययः नागच्छेत्. अजन्तप्रत्ययः आयाति चेत् तिङ्प्रत्ययात् प्राक् हल् वर्णः नास्ति, अतः सूत्रस्य प्रसक्तिः नास्ति. प्रत्ययात् प्राक् हल् वर्णः स्यात् हल्ङ्याभ्यो. इह सर्वे अत्र विकरणप्रत्ययाः अजन्ताः, अतः मध्ये विकरणप्रत्ययः न स्यात्. तर्हि सार्वधातुकप्रकरणे धातुतिङ्प्रत्ययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति? अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, यङ्लुकि. अत्र इदानीं लङ्लकारस्य विषये इदानीं वयं पूर्वं प्रथम बिन्दोः अत्र उदाहरणानि दृष्टवन्तः. अत्र प्रश्नः अस्ति, कुत्र कुत्र लङ्लकारे सप्रत्यय अपि च सप्रत्ययः द्वयोः लोपः भवति इति. अत्र नियमः अस्ति, हल्ङ्याभ्यो दीर्घात् सुतिस्य प्रोक्तं हल् इति. तद्वदति यत्र धातुः हलन्तः भवति अत्र एव, अपि च धातुः त अपि च सप्रत्ययो मध्ये कोऽपि अजन्तप्रत्ययः नास्ति चेत् तस्मिन् समये एव एतस्य सूत्रस्य प्रसक्तिः भवति. यदि कोऽपि अजन्तप्रत्ययः इत्युक्ते वयं दृष्टवन्तः अत्र भुआदिगणे, तुदादिगणे, अपि च चुरादिगणे, अत्र अपि च दिवादिगणे, अत्र मध्ये अन्यविकरणप्रत्ययाः आगच्छन्ति, धातुः अपि च त प्रत्ययः सप्रत्ययः मध्ये, तस्मिन् सन्दर्भे एतस्य सूत्रस्य प्रसक्तिः न भवति. यदि तुदादिगणे उ अस्ति खलु भगिनि, आयाति. अजन्तप्रत्ययः अपि च कोऽपि अन्यप्रत्ययः यः प्रत्ययः तव सा वा न भवति. किन्तु अजन्तप्रत्ययः तु सर्वे तु अजन्तप्रत्ययाः सन्ति. केवलं रुदादिगणे एव यद्यपि अजन्तप्रत्ययः सन्ति तथापि मध्ये आयाति. तर्हि विकरण धातुः तिङन्तयोः मध्ये न आयाति इति कृत्वा रुदादिगणे अपि हलन्तं भवितुम् अर्हति. अत्र इत्युक्ते अनुबन्धलोपानन्तरं यः विकरणप्रत्ययः भवति तत्तु अजादि भवति इति वा? अजादि न, इदानीम् अवगच्छामि भगिनि. अत्र अन्तिमवर्णः एव तिङन्तप्रत्ययात् प्राक् आगच्छति, अतः अत्र अजन्त विकरणप्रत्ययः इति वदामः. अस्तु भगिनि, इदानीम् अवगच्छामि. उदाहरणार्थं पत्य इति धातुः स्वीकृत्य वदति महोदय, पत्य इति धातुः, तर्हि लङ्लकारे प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने कथं भवति इति. पठति हलन्तधातुः अस्ति, पठति पठति इति वा, पठ इति धातुः, तर्हि अ इति लुङ् लुङ् षड् धातुः इति अ इति आदौ आयाति, तर्हि अपत् इति अस्ति. अनन्तरं विकरणप्रत्ययः अजन्तविकरणप्रत्ययः अस्ति, भ्वादिगणे अस्ति इति कृत्वा अशप् इति कृत्वा अ इति मध्ये आयाति, तर्हि अपट योगः तकारः अस्ति, अपृत्ततकारः अस्ति. यद्यपि अपृत्ततकारः अस्ति किन्तु अपट इति हलन्तं नास्ति, हलन्तङ्गं नास्ति, तर्हि सूत्रस्य प्रसक्तिः नास्ति, तर्हि अपटत् इति रूपं भवति. तथैव मध्यमपुरुषे अपट योगः सकारः अस्ति, सकारः इति अपृत्त एकः प्रत्ययः अस्ति, अपृत्तप्रत्ययः, तथापि हलन्तङ्गं हलन्तात् सकारः नास्ति इति कृत्वा, अजन्तात् एव अस्ति इति कृत्वा लोपः न भवति, तर्हि सकारस्य ससजुषुरुः करवस्थानिर्विसर्जनीयः इति विसर्गः भूत्वा अपटः इति रूपं साधारणतया लोपः न भवति. अग्रे महोदय, क्षम्यताम्. धन्यवादः भगिनि. अत्र अत्र कुत्र सार्वधातुकप्रकरणे धातुतिङ्प्रत्ययोः मध्ये कुत्र विकरणप्रत्ययः नास्ति इत्युक्ते, अत्र अदादिगणे, जुहोत्यादिगणे, रुधादिगणे, अपि च यङ्लुकि. अदादिगणे तु शपः लुक् भवति, अतः धातुविकरणप्रत्ययोः मध्ये, धातुः अपि च तिङ्प्रत्ययोः मध्ये कोऽपि विकरणप्रत्ययः न भवति. जुहोत्यादिगणे अपि अत्र श्लू भवति, शपः श्लू भूत्वा तत्र अपि धातुतिङ्प्रत्ययोः मध्ये विकरणप्रत्ययः न भवति. रुधादिगणे अत्र श्नम् इति विकरणप्रत्ययः अस्ति, तत्तु तदा तत्तु मित् अस्ति, अतः मितच्योन्त्यात् परः इत्यनेन अत्र विकरणप्रत्ययः धातोः मध्ये आगच्छति, अन्तिमस्वरस्य अनन्तरम् आगच्छति, अतः अत्रापि यदङ्गं निष्पन्नं भवति तस्य अपि च तिङ्प्रत्ययोः मध्ये कोऽपि विकरणप्रत्ययः न भवति. यङ् लुकि तु अग्रे किञ्चित् दत्तमस्ति, तत्रापि लुक् भूत्वा शपः लुक् भूत्वा अत्रापि धातुः अपि च तिङ्प्रत्ययोः मध्ये कोऽपि विकरणप्रत्ययः न भवति, अतः अत्रापि एतस्य सूत्रस्य प्रसक्तिः इत्युक्ते कुत्र तकार तप्रत्यय अपि च सप्रत्ययस्य लोपः भवति इत्युक्ते एतेषु गणेषु लङ्लकारविषये अत्र तकार तप्रत्ययस्य अपि च सप्रत्ययस्य लोपः भवति. हल्न्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इति सूत्रात्. धन्यवादः महोदय. अग्रे पठामि वा भगिनि? अदादिगणे शपः लुक् तदभवत् वा? अदादिगणे शपः लुक् भवति, अतः धातुः हलन्तः चेत् हल्याभ्यो दीर्घात् सुतिस्य पृक्तं हल् इति सूत्रस्य प्रसक्तिः. जुहोत्यादिगणे शपः श्लू लोपः भवति, अतः धातुः हलन्तः चेत् तत्रापि सूत्रस्य प्रसक्तिः. रुदादिगणे विकरणप्रत्ययः धातोः मध्ये आयाति, अतः धातुः हलन्तः चेत् सूत्रस्य प्रसक्तिः अस्ति एव. रुदादिगणीयाः धातवः सर्वे हलन्ताः. यङ्लुकी विकरणप्रत्ययः न भवति, अतः धातुः हलन्तः चेत् अत्रापि सूत्रस्य प्रसक्तिः अस्ति. तदेव महोदय उक्तवन्तः महोदय सर्वम् उक्तवान्. अत्र उक्तं यत् लङ्लकारे हल्सन्धिः पदान्ते भवति यत्र धातुः हलन्तः अपि च विकरणप्रत्ययः न भवति. लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने टिपि सिपि इति प्रसङ्गः. अत्र यथा पूर्वम् उक्तं लङ्लकारे हल्सन्धेः प्रसङ्गः अस्ति यत्र पदान्ते हलन्तः अस्ति अपि च तत्र विकरणप्रत्ययः नास्ति. अग्रे अपृक्त तप्रत्ययः सप्रत्ययः लङ्लकारस्य प्रथमपुरुष अपि च मध्यमपुरुष भवति चेत् तदा प्रत्ययोः लोपः भवति. लोपानन्तरं पदम् इति भवति. अग्रे पदान्ते यत्किमपि सन्धिकार्यमस्ति तद्भवति. तर्हि एतादृशी स्थितिः कुत्र प्राप्यते इति प्रश्ने सति अदादिगणे जुहोत्यादिगणे रुदादिगणे यङ् लुगन्ते च इति उत्तरं लब्धं. तत्र बहूनां जिज्ञासा व्युत्पन्ना यङ् लुगन्तं नाम किम्. अत्र तस्मिन् सम्बन्धे किञ्चित् उपस्थाप्यते परिचयत्वेन. यथा वयं पूर्वं दृष्टवन्तः अदादिगणे जुहोत्यादिगणे रुदादिगणे यङ् लुगन्ते तत्र विकरणप्रत्ययः न भवति. परन्तु इदानीं पर्यन्तं वयं यङ् लुगन्तम् इत्युक्ते किम् इति न जानीमः. अतः अग्रे तस्य विषये परिशीलयामः. पाणिनेः पाणिनेः धातुपाठे द्विसहस्रं धातवः सन्ति. भू धा पट् लिक् न्या क्री इत्यादयः द्विसहस्रे धातुषु अस्माकं बहवः परिचिताः. इमे पाणिनीयधातुपाठे स्थिताः सर्वे धातवः औपदेशिकधातवः इत्युच्यन्ते. पाणिनीयधातुपाठे द्विसहस्रं धातवः सन्ति. ये धातवः सन्ति ते सर्वे उपदेश अवस्थायाम् अस्ति इति कृत्वा ते सर्वे औपदेशिकधातवः इति उच्यन्ते. इत्युक्ते मूलधातु इति. अग्रे पठामि वा भगिनि? हा प्रायः सरला भगिनि पठतु. धन्यवादः. अस्तु भगिनि. तदा द्वादशप्रत्ययाः सन्ति ये एभ्यः धातुभ्यः विधीयन्ते. यदा इमे प्रत्ययाः विहिताः भवन्ति तदा नूतनधातवः निष्पन्नाः भवन्ति. येषाम् अस्माभिः नूतनया निष्पादितः धातूनां नाम आदिदेशकधातवः यथा रिञ्च् प्रत्ययस्य संयोजनेन रिञ्जन् धातु निष्पन्नः. लिक् इति औपदेशकधातु. तस्मात् यदा रिञ्च् विहितो भवति तदा लेखी इति नूतन रिञ्च् धातुः निष्पन्नः. अयं च आदिदेशकधातुः. सनन्तधातव अपि तथा. कृ इति औपदेशकधातुः. चिक्कीर्ष इति सनन्तः आदिदेशकधातुः. लति चिक्कीर्षति इति अस्ति. द्वादशप्रत्ययाः सन्ति. ते यदि मूलधातु धातूनां योजन्ते नूतना धातु निष्पन्ना भवन्ति. तस्य नाम भवति आतिदेशकधातवः. मूलधातुः नाम अस्ति औपदेशकधातवः. नूतना प्रत्यया यदि संयोजते नूतनधातूनां भवति आदिदेशकधातवः. यथा विञ्च् प्रत्यय योजनेन नूतनधातुः भवति विञ्च् धातुः. तस्य नाम भवति रिञ्चन्तधातुः. यथा लिक् यदि मूलधातुः अस्ति औपदेशकधातुः तस्य लिञ्च् भवति लेखी. सनन्तधातुः अपि नूतनधातुः आदिदेशकधातवः एकं एकम् एकप्रकारम् अस्ति तस्य उदाहरणमस्ति कृ मूलधातुः अस्ति औपदेशकधातो तस्य यदि सन्नन्तधातुः भवति चिकीर्ष लति चिकीर्षति इति भवति आदिदेशकधातु. तर्हि द्वादश प्रत्ययाः सन्ति तेषु अन्यतमः अस्ति मिच् प्रत्ययः अस्ति अनन्तरं सन् प्रत्ययः अपि अन्यतमः अस्ति मिच् इति योजनेन लिख् इति धातुः लेखि इति भवति तर्हि लेखयति इति लतिरूपं भवति लेखयति प्रेरयति यदि अन्यान् प्रेरयामः चेत् प्रेरणार्थे निच् इति वदति तर्हि प्रेरणार्थे निच् प्रयोगं कुर्मः तत्तु लेखयति इति पिता पुत्रं पुत्रेण पत्रं लेखयति इति वक्तुं शक्नुमः. अनन्तरं सनन्तधातुः अस्ति इति पिपठिष्यति चिकीर्षति इति जिज्ञासति इति रूपं भवति वा तथा अस्ति खलु चिकीर्षति गन्तुम् इच्छति इति कर्तुम् इच्छति इति चिकीर्षति इति रूपं पठितुम् इच्छति पिपठिष्यति इति रूपं भवति. तुम्मन् प्रत्यय सन्नन्त अस्ति किं भगिनि तुमन् तुमन् प्रत्यय यदि पठितुं पठितुम् इच्छति इति अर्थे समान अर्थं भूत्वा पिपठिष्यति इति रूपं भवति. तुमन् अन्यत् प्रत्ययः अस्ति तुमन् इति अन्य भिन्नप्रत्ययः अस्ति पठितुम् इच्छति इति पठिष्यति इति एक एव रूपम् एक एव शब्दमस्ति एक एव पदमस्ति पठितुम् इच्छति इति पदद्वयम् अस्ति किन्तु तस्य तु संक्षेपरूपेण संस्कृतेन सन् प्रत्ययम् उपयुज्य लेखितुं शक्नुमः पठिष्यति इति लिखितुं शक्नुमः. अस्तु तर्हि तथा द्वादशप्रत्ययाः सन्ति सन् क्वेच् काम्यच् तथा निच् इति अस्ति यङ् अस्ति यङ्ग्लुक् अपि तत्र अत्रैव आयाति इति आय इति प्रत्ययः अस्ति यक् प्रत्ययः इति भिन्न द्वादशप्रत्ययाः सन्ति. पूर्वं किमपि प्रश्नः भगिन्या पृष्टमासीत् खलु पृष्टः आसीत् खलु किम् आसीत् द्वादशप्रत्ययानां एक अल् प्रत्याहारे एक एव प्रत्यय कोऽपि प्रत्ययः आगच्छति कथं तथा तथ ध स केवलम् अपृक्तसंज्ञा भवति तत्र तदेव वा द्वादशप्रत्ययः तानां कृते किं तत्तु द्वादशप्रत्ययानां कृते किमपि नास्ति यत्र यत्र एक एव प्रत्ययः अस्ति चेत् अल्वर्णः अस्ति चेत् प्रत्ययस्य तस्य तु अपृक्त इति नाम भवति संज्ञा भवति इति एव एतत् द्वादशप्रत्ययः तु भिन्नस्ति भिन्नकार्यमस्ति द्वादशप्रत्ययः न प्रत्ययः सन्ति एभिः एभ्यः नूतनधातुः अस्माभिः निष्पद्यन्ते तर्हि तेषां सनाद्यन्ता धातवः इति सूत्रेण तेषां धातुसंज्ञा भवति. अस्तु भगिनि धन्यवादः सरला भगिनी पठितवती वा आमां हा पठितवती खलु पुष्प भगिनी पठति वा अग्रे एकनिमिष भगिनि एकनिमिष कोऽपि वदतु भगिनि अन्यः पठतु वा शुकवर्णमहोदय पठति वा एषु द्वादशसु प्रत्ययेषु यङ् प्रत्ययः अन्यतमः वारं वारम् अथवा अधिकाधिकम् इत्यस्मिन् अर्थे भवति यथा निच् अपि च सन् अस्य यङ् प्रत्ययस्य धातुना संयोजनेन नूतनधातुः निर्मितः भवति तदा यङन्तधातुः इति वदामः. यङ् प्रत्ययस्य किञ्चन वैशिष्ट्यम् अस्ति यत् तस्य लोपः लुक् अपि भवितुम् अर्हति. यत्र यङ् लुक् भवति तत्र यङ् लुगन्तधातुः इत्युच्यते. यङन्तानां यङ् लुगन्तानां च अर्थः समानः परन्तु रूपं भिद्यते. सनन्ताः इति द्वादश प्रत्ययाः सन्ति तत्र तस्मिन् यङ् इति प्रत्ययः अपि अन्यतमः तस्य प्रयोजनं यदा वारं वारम् अथवा अधिकाधिकम् इति अस्माकं विवक्षा अस्ति चेत् तत् उपयुज्य तत् इत्युक्ते यङ् प्रत्ययम् उपयुज्य पदं निर्मातुं शक्नुमः यथा निच् उपयुज्य प्रेरणार्थे वा वयं पदं निर्माणं करोति अपि च सन् तादृशं यङ् प्रत्ययम् उपयुज्य नूतनधातु निर्माणं कृत्वा तदनन्तरं पदमपि निर्मातुं शक्यते तादृशधातुः यङ् प्रत्ययं योजनेन नूतनधातुः भवति तत् यङन्तधातुः इति संज्ञा इत्युक्ते नामं प्राप्नोति यङ् इति प्रत्ययस्य किञ्चन वैशिष्ट्यमस्ति कानिचन सन्दर्भे यङ् लुक् भवति अन्यसन्दर्भे तावदेव तिष्ठति यत्र यङ् लुक् भवति तस्मिन् सन्दर्भे यद् धातुः निष्पन्नः भवति तत् यङ् लुगन्तधातुः इति संज्ञा प्राप्नोति यङन्तानां च यङ् लुगन्तानाम् अर्थः इत्युक्ते वारं वारम् अथवा अधिकाधिकम् इति अर्थमेव भवति किन्तु रूपं भिद्यते कानिचन स्थले यङ् तिष्ठति अन्यस्थले यङ् लुक् भवति इति तर्हि द्वादशप्रत्ययः सन्ति तेषु एव आयान्ति निच्छति प्रत्ययः प्रेरणार्थे अस्ति चेत् निच्छति प्रयोगं प्रत्ययः आयाति अनन्तरम् इच्छार्थे अस्ति चेत् किमस्ति सन् धातुः सन् प्रत्ययः भवति वारं वारं वा अधिकाधिकम् इति अर्थे भवति चेत् यङ् प्रत्ययः वा यङ् लुक् वा भवितुमर्हति इति आं भगिनि यङ् लुकन्तदातवः पठामि यङ् लुगन्तदातवः आधादिकाः इत्युच्यन्ते यतोहि तत्र शपः लुक् भवति अदादिगणवत् अन्ये सर्वे आतिदेशिकदातवः द्वादिगणीयाः यथा सनन्ताः निजन्ताः यङन्ताः तेषां सर्वेषां कृते शप् विकर्णप्रत्ययः भवति यदा वयं इदानीं दृष्टवन्तः यङन्तदातुः विषये तत्र यङ् लुगन्तदातवः यत्र यङ् लुक् भवति लोपः भवति तत्तु आदादिकाः इति अपि तस्य नाम अस्ति किमर्थम् इत्युक्ते तत्र शप यत्र अदादिगणे शप् लुक् भवति तादृशमेव यङ्गन्तदातवः तत्र लुक् भवति यङ् लुक् भवति अतः तद् अदादिगणवत् अस्ति अतः आदादिकाः इति तस्य नाम अन्ये सर्वे आतिदेशिकदातवः अन्ये सर्वे इत्युक्ते यङन्तदातवः अन्ये सर्वे आतिदेशिकदातवः भवादिगणीयाः यथा यदा भवादिगणीयाः तदा यथा सनन्ताः निजन्ताः यङन्ताः तेषां सर्वेषां सर्वे सर्वे द्वादशप्रत्ययानां तु यथा सनन्ताः निजन्ताः यङन्ताः इति किल सर्वेषां लुक् भवति यङ्लुगन्तविषये लुक् भवति, यङन्तविषये तादृशमेव तिष्ठति. अत्र आधादिकाः इति अधादिगणवत् इति तत्तु तद्धितरूपं तादृशभावेन. अग्रिमवाक्यमपि पठित्वा हल्सन्धिविषये अस्माकम् अभिरुचिः यङ्लुगन्तानां, यतोहि तत्र विकर्णप्रत्ययः न भवति. अतः यङ्लुगन्तधातुः हलन्तः चेत् तस्य लङ्लकारस्य प्रथमपुरुषस्य मध्यमपुरुषस्य च एकवचने पदान्ते हल्सन्धिः अर्हः यथासङ्गम्. एतादृशानि बहूनि रूपाणि अग्रे प्रदर्शितानि. यदा वयं हल्सन्धिविषये इदानीं पठामः, तत्र किमर्थं यङ्लुगन्तानां विषये अस्ति इत्युक्ते तत्र विकर्णप्रत्ययः न भवति प्रथमम्. अनन्तरम् अतः यङ्लुगन्तधातुः यदा हलन्तः अस्ति चेत् तत्र लङ्लकारस्य प्रथमपुरुष मध्यमपुरुष च एकवचने पदान्ते हल्सन्धिः भवति. तर्हि अत्र तु वयं गणीयचिन्तनं भवति चेत् किं भवादिगणे एव सर्वे धातवः आपतन्ति खलु, बहवः धातवः. अन्यस्मिन् गणे तु केचन धातवः एव सन्ति, तर्हि अभ्यासस्य कृते किञ्चित् कष्टं भवति. पृथक्क्रिया चेतुं न शक्नुमः, अन्वेषणं कर्तव्यं भवति दातुं सर्वम् इति. किन्तु यदि यङ्लुक् इति स्वीकृत्य उदाहरणम् अधुना अग्रे गत्वा अस्माकं धातु हल्सन्धिधातु हल्सन्धि अभ्यासानि यदा वयं कुर्मः तस्मिन् समये यङ्लुक् बहु विरल सरलतया लभ्यते खलु. यत्किमपि धातुः भवतु तर्हि यङ्लुक् रूपं तु हलन्तरूपं भवति, तर्हि अभ्यासः कर्तुं शक्नुमः इति कृत्वा यङ्लुगन्तस्य कृते महोदय सारांशरूपेण किम् इति दत्तवान्. तत्र अन्तर्गणः नास्ति किल, तत्र भुआदि अत्र गणभेदः नास्ति, गणभेदः न भवति, यङ्लुक् एव. यत्र निजन्तम् इति निच् प्रत्ययः यद् सनाद्यन्तदातवः इति आयाति, तत्र तु द्वादशप्रत्ययानां कृते अपि गणभेदः न भवति. निच् अपि यत्र भ्वादिगण वा असुरादिगण वा चतनादिगण वा निच् प्रत्ययः आयाति, तत्तु भिन्नप्रकरणं भवति. भगिनि, यङ् लुगन्तधातु इति यदि वयं वदामः, तत्र यङ् इति प्रत्ययः लुक् भवति, परन्तु यदि नूतनधातु लुक् अभवत् अनन्तरं नूतनधातु इति नूतनधातुसंज्ञा प्राप्नोति. यङ् इति प्रत्ययः एव न तिष्ठति भगिनि, यथा वयं श्लू इति उक्तवन्तः शपः श्लू इति. यङ् इति सन् प्रत्ययः अपि तथा एव खलु, सन् प्रत्ययस्य सा इति तिष्ठति वा सा इति तिष्ठति, यङ् इत्यस्य या इति तिष्ठति, यङ् प्रत्ययस्य या इति तिष्ठति. किन्तु यङ् लुक् इत्यस्य यङ् अपि लोपः भवति इति मन्ये. आं सत्यं, यङ् अपि लुक् भवति, शप् अपि लुक् भवति. यङ् इति निमित्तेन यथा वयं श्लौ इति सूत्रेण द्वित्वं भवति, तथा एव यङ् इत्यस्य कृते अपि द्वित्वं. अस्तु, अतः समानसूत्राणि तेन द्वित्वेन अधिकारः. संयङ्गोः इति सूत्रेण ज्योत्यादिगणे वयं द्वित्वं दृष्टवन्तः खलु, तादृशसमानद्वित्वकार्याणि भवन्ति. सन् इत्यस्य कृते अपि द्वित्वं भवति, यङ् इत्यस्य कृते अपि द्वित्वं भवति संयङ्गोः इति सूत्रेण. अस्तु, संयङ्गोः यङ्गोः इति सूत्रेण. परन्तु अत्र किमपि भिन्न अभ्यासकार्यम् अस्ति इति मन्ये, किमर्थम् इत्युक्ते तत्र तु वयं सर्वे अभ्यासकार्याणि न दृष्टवन्तः किल. भिन्न अभ्यासे साधारणतया अधिकतया समान यत् वयम् अभ्यासकार्याणि दृष्टं तावदेव भगिनि तदेव भवति, किन्तु कुत्रचित् इकारः भवति, अभ्यासस्य इकारः भवति. आकार यदि वयं जुहोत्यादिगणे अकारः एव तिष्ठति, अभ्यासस्य विकरणं किमपि न भवति खलु. इन् द सेन्स् अत्र यङ्लुकि यदि ह्रस्व अकारः अस्ति चेत् तस्य इकारः भवति अनन्तसनन्तानां कृते. यदा सनन्तस्य अपि तथा एव खलु, पपत् इति अस्ति, पट् पट् इति भूत्वा पपत् इति भवति, किन्तु इकारं आयाति अभ्यासस्य तर्हि पिपट् इति भवति. पट् पट् क्षम्यता, नाम तु सनन्तस्य कृते वदामि, पिपटिषति इति अस्ति खलु, तर्हि सत्यं तत्र तु सन् इत्यस्य कृते इकारः आयाति, अत्र प्रायः दीर्घं भवति इति भिन्नकार्यम् अभ्यासस्य किञ्चित् भिन्नकार्यं भवति, किन्तु अधिकतया समानविषय यत् वयं पूर्वं जुहोत्यादिगणे द्वित्वप्रकरणं दृष्टवन्तः, अत्रापि सूत्राणां प्रसक्तिः आयन्ति एव. विशिष्टतया किम् अन्यसूत्राणि अपि भवन्ति इति मम अवगमनं भगिनि. अस्तु, धन्यवादः भगिनि, धन्यवादः. पुष्पभगिनी पठतु. हल् सन्धिविषये अस्माकम् अभिरुचिः अनुभवार्थं यङ् लुगन्तानां लट् लकारः कथं भवति इति पश्येम. अत्रापि हल् सन्धेः अवसरः पट् धातुः इति स्वीकुर्मः, तथा पट् धातुः निच् पाटि इति नूतनधातुः, लटि पाठयति, तथैव पट् धातुः यङ् लुक् पापट् इति नूतनधातुः, लटि पापट्टि, बालकः वारं वारम् अथवा अधिकाधिकं पठति इत्यस्मिन् अर्थे बालकः पापट्टि. अत्र पश्यतु यत् औपदेशिक पट् धातुः चेत् रूपम् एवं पट् योगः आ योगः इति पठति, परन्तु यङ् लुगन्तधातुः चेत् मध्ये विकरणप्रत्ययः नास्ति, पापट् योगः ति पापट्टि. अतः अत्र हल् सन्धिः भविष्यति. तेन एव कारणेन हल् सन्धेः अभ्यासार्थे यङ् लुगन्तधातवः समीचीनाः, यथा पापट् योगः ति सूत्रेण पापट् योगः टि, तकारः तु तकारः आयाति, चर्त्वं खरीच सूत्रेण पापट् योगः टि, अत्र ठकारः तकारः आयाति, वर्णमेलनं पापट्टि इति निष्पन्नं. अस्तु, तत् पठामि वा अग्रे सारांशः? सारांशेन अत्र यङ् लुक् अत्र सन्धेः विवरणं कर्तुं शक्यते. अत्र पट् धातु स्वीकुर्मः, तत्र पट् योगः आयोगः इति पठति, अत्र विकरणप्रत्ययः आयाति षप्, तथैव यथा पट् धातुः णिच् आयाति, तत्र पाठी इति नूतनधातुः आगच्छति, तत्र पाठयति लट्लकारः, तथैव पट् धातुः यङ् लकारे लुक् यङ् लुक् अस्ति चेत् पापट् इति नूतनधातुः, अत्र लटि पापट्टि, अत्र कथं पापट्टि आगच्छति अग्रे दत्तम्। अत्र पापट्टि तु अर्थं बालकः वारं वारम् अथवा अधिकाधिकं पठति इति उच्यते चेत् बालकः पापट्टि इति वदनं वदितुं शक्नुमः वक्तुं शक्नुमः। अत्र औपदेशिकधातुः पट् अस्ति, अत्र अत्र पट् योगः योगः इति पठति आयाति लट्लकारे। तत्र यङ् यङ् लघु लघुन्तधातुः चेत् अत्र पापट् योगः ति अत्र विकरणप्रत्ययः नायाति। अत्र ष्टुत्वं कृत्वा पापट् योगः ति तकारस्तु तकार आयाति। चत्वं चत्वसन्धि कृत्वा ठकारः तु टकारः आयाति। मूद्य ठकारः तु किं करोति टकारः किं वदति अल्पप्राणटकारः अल्पप्राणटकारः आयाति पापट् योगः टि तत्तु वर्णमेलनं पापट्टि इति आयाति। तावदेव वर्गे दृष्टवन्तः खलु। अस्तु वदामि तावदेव ह्यः एतावत् पर्यन्तमेव दृष्टवन्तः पर्यन्तम् अस्ति। अतः हल्सन्धेः अभ्यासार्थं यङ् लघु लघुन्तधातवः लुगन्तधातवः समीचीना धन्यवादः भगिनि। तर्हि संशयः अस्ति वा इतवत्पर्यन्तं यत् दृष्टवन्तः प्रश्नः अस्ति भगिनि। तर्हि धन्यवादः, तर्हि सर्वेषामपि धन्यवादः। शुभरात्रिः। धन्यवादः। शुभरात्रिः। बहु धन्यवादः भगिनि। शुभरात्रिः। धन्यवादः भगिनि। शुभरात्रिः।